सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरि ओम् श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति कुत्र विसर्गसन्धिः इति, तस्मिन् विषये पाठः यः अस्ति तत्र ऐन्स्टैन् विषये पाठः अस्ति। तत्र कथां पठितवन्तः गतवर्गे। इदानीं तत्र अग्रे तत्र विसर्गसन्धेः रूपाणि उदाहरणानि सर्वम् अस्ति। तर्हि तत्र वरुपमहोदयस्य करपत्रं पठित्वा तत्रापि तत्र उदाहरणानि अपि परिशील्य अग्रे सर्तुं शक्नुमः। तर्हि तत्र आरम्भे करपत्रं पठामः। तर्हि तत्र तर्हि वेदाभगिनी भवती एव तत्र आरम्भं करोति वा विसर्गसन्धिः इति? विसर्गसन्धि सन्धिः अत्यन्तं सुकरः तदेव वा तत्र एव वा? हा सत्यं। जाह्नवीशिबिरस्य विषये अहं न पठितवती अग्रे। विसर्गसन्धिः अत्यन्तं सुकरः। पाणिनिना विसर्गसन्धेः या पद्धतिः प्रदत्ता सा बहूनां कृते भ्रमजनका। अतः सुखबोधाय श्रीमहाबलेश्वरभट्टः सूत्रपञ्चकं विरचितवान्। अयं सुलभविधिः, अधः विस्तारितो भवति। विसर्गसन्धेः स्वरूपं। विसर्गसन्धौ विसर्गस्य गतिः विभिन्नरीत्या प्रवर्तते। कुत्रचित् विसर्गस्य स्थाने सकारः, कुत्रचित् रेफः, कुत्रचित् उकारः, अपि च कुत्रचित् विसर्गस्य लोपः इति। यथा रामः तिष्ठति, रामस्तिष्ठति, अत्र विसर्गस्य स्थाने सकारः आगतः। कस्मिन्नपि उच्चारणे कीदृशं कार्यं भवेत् इति निर्णयार्थं किञ्चित् ज्ञानम् अपेक्षते। तद् ज्ञानं किम् इति अधुना अवलोकयाम। विसर्गात् पूर्वं विसर्गात् परं च के वर्णाः? सर्वप्रथमं विसर्गात् पूर्वं के वर्णाः भवितुम् अर्हन्ति? विसर्गात् पूर्वं स्वराः सम्भवन्ति आ इ ऊ ए ओ ऐ औ इति। विसर्गात् पूर्वं व्यञ्जनं न भवितुम् अर्हति, तत्र केवलं स्वराः सम्भवन्ति। विसर्गस्य अनन्तरं के वर्णाः अर्हन्ति? विसर्गस्य अनन्तरं कोऽपि वर्णः भवितुम् अर्हति, सर्वे स्वराः, सर्वाणि व्यञ्जनानि च। अत्र वर्गीय व्यञ्जनानि लिखितानि, पठनीयं वा तत् महोदय? व्यञ्जनानि एतत् प्रायशः जानीमः खलु। अस्तु, अग्रे सर्वाणि व्यञ्जनानि गणद्वये विभक्तानि। अकारेण सह व्यञ्जनानि लिखितानि उच्चारणार्थं। क ख इत्युक्ते क इत्युक्ते ककारयोगः अकार इति। सर्वाणि व्यञ्जनानि गणद्वये विभक्तानि। व्यञ्जनानि केवलं विसर्गात् अग्रे अर्हन्ति, तानि गणद्वये विभक्तानि। प्रथमगणः एकैकवर्गस्य प्रथमसदस्य द्वयं प्लस् योगः स ष्ट ष क ख च छ च ठ स थ प फ स ष छ। गणस्य नामकरणं खर् वा कर्कश व्यञ्जनानि। अयं गणः वर्तव्यः त्रयोदश वर्णाः सन्ति। द्वितीयगणः अवशिष्टसर्वाणि व्यञ्जनानि ग घ ज झ ञ ठ ढ न ड ढ न द ध न ब भ म य व र ल ह। गणस्य नामकरणं हश् वा मृदुव्यञ्जनानि। यानि व्यञ्जनानि खर् इति गणे न सन्ति तानि सर्वाणि द्वितीयगणे सन्ति इत्येव ज्ञातव्यम्। द्वयोः गणयोः नामकरणं कथं सञ्जातं? पाणिनेन वर्णानां समूहः कृताः। एकैकस्य वर्णसमूहस्य नाम प्रत्याहारः। एते प्रत्याहाराः आयोजिताः सन्ति सूत्रद्वारा। सूत्राणां सामूहिकं नाम अपि अस्ति माहेश्वराणि सूत्राणि इति। माहेश्वराणि सूत्राणि अ इउण् ऋ लृट् ए ओङ् ऐ औच् हयवरट् लण् न्यमङ्गणनं झभङ् घडदश् गडदश् ख फ छट थ चटतव् कपै श सर् हल। एभिः सूत्रैः अवगम्यते खर्वर्णाः के अपि च हर्ष्वर्णाः के इति। इमानि सूत्राणि अधिकृत्य कथं प्रत्याहाराः ज्ञायन्ते इति बोधितुम् अन्यत् करपत्रम् अस्ति, तदपि जालस्थाने अस्ति। अतः न बुद्धं चेत् माहेश्वरसूत्राणि इति करपत्रम् अवलोकताम्, तेन शीघ्रमेव ज्ञास्यते। समीचीनं भगिनि। अतः तत्र इदानीं तत्र एतत् सर्वं सरलमेव, किन्तु एकवारं पठामश्चेत् तत्र करपत्रे सर्वं पठितवन्तः इति भवति। हा, अतः तर्हि तत्र एतावत् यत् लिखितं तस्मिन् विषये कोऽपि प्रश्नः नास्ति इति मन्ये, खलु? सर्वेपि जानन्ति इति। सर्वेपि जानन्ति इति खलु। अस्तु, तर्हि अग्रे उषा भगिनी नमस्कारः। नमस्कारः भगिनी। सुजाता भगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः। तर्हि तत्र अद्य वयं तत्र स्वरूपमहोदयस्य तत्र विसर्गसन्धि इति विषये करपत्रं पठन्तः स्मः। इदानीं तत्र वेदा भगिनी डि पर्यन्तं पठितवती, इदानीं भाट्टसूत्राणि पञ्चसोपानानि इति ततः पठितव्यं। तर्हि तत्र अग्रे शोभा भगिनी पठति वा अग्रे? आं महोदय। भाट्टसूत्राणि पञ्चसोपानानि। प्रथमसोपानं विसर्गस्य पुरतः कः वर्णः? विसर्गस्य पुरतः खर् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने सकारः भवति। तथ स इत्येषु वर्णेषु परेषु सकारः, च छ श इत्येषु वर्णेषु परेषु षकारः। सकारः आयाति तदा सकारस्य षकारः श्चुत्वसन्धिः इत्यनेन भवति। टठ श इत्येषु वर्णेषु परेषु षकारः, सकारः आयाति तदा सकारस्य षकार मूर्धन्यषकारः भवति श्चुत्वसन्धिः इत्यनेन। मुखे च छ श इत्येषाम् उच्चारणस्थानं तुल्यम् अस्ति, अतः सकारस्य स्थाने षकारः आयाति। तथैव टठ श इत्येषाम् उच्चारणस्थानं तुल्यमस्ति, अतः सकारस्य स्थाने षकारः आयाति इति। कख वर्णयोः परयोः विसर्गः यथावत् तिष्ठति, पफ वर्णयोः परयोः विसर्गः यथावत् तिष्ठति। प्रथमभाट्टसूत्रं तत्र वदनीयं नास्ति इति मन्ये महोदय, अग्रे गच्छामि पठामि वा? अथवा किञ्चित् वदतु भगिनी, तदनन्तरम् अग्रे सरामः। अस्तु अस्तु, इदानीं भाट्टसूत्राणि इति अस्माकं विषयः। पञ्चमसोपानानि सन्ति भाट्टसूत्रेषु। तस्मिन् तेषु प्रथमसोपानम् अस्ति विसर्गस्य प्रथमसोपानम्। एतेन प्रसङ्गेन भवति विसर्गस्य पुरतः कः वर्णः इति। विसर्गस्य पुरतः इत्युक्ते तेन भिन्नानि सूत्राणि आगच्छन्ति विसर्गसन्धेः कृते, अपि च भिन्नकार्याणि भवन्ति इति कृत्वा, विसर्गस्य पुरतः खर् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने सकारः भवति। स तत्र खर् इति दृष्टवन्तः. खर् इत्युक्ते खा खकारात् आरभ्य शश सर् पर्यन्तम् इत्युक्ते ख फ छठ थ छटतौ न न क्षमतां तथा नास्ति खर् हा तथा एव छटतौ कप श श स इत्युक्ते तत्र वर्गीय महाप्राण व्यञ्जन व्यञ्जनानि अपि च अल्पप्राणव्यञ्जनानि तत्र किं कख वर्गीयप्रथमद्वितीयव्यञ्जनानि कख पफ छछ टठ तथा इति अपि च तदनन्तरं श श श स इति व्यञ्जनानि एतानि व्यञ्जनानि खर् इति प्रत्याहारे दत्तानि सन्ति योजितानि सन्ति. तर्हि खर् वर्णः इदानीम् इति उक्तं विसर्गस्य पुरतः अस्य प्रत्याहारस्थः वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने सकारः भवति. अपि च कथं भवति इत्युक्ते तत्र ता थ सा इत्येषु वर्णेषु परेषु विसर्गस्य पुरतः ता अथवा था अथवा सा सकारः अस्ति चेत् परे सकारः एव भवति. विसर्गस्य पुरतः छ छ श इति वर्णाः व्यञ्जनानि सन्ति चेत् तर्हि तत्रापि सकारः एव भवति किन्तु श्चुत्वसन्धिसन्धेः कार्यं भूत्वा षकारः अन्तिमरूपः भवति. विसर्गस्य पुरतः ट ठ श मूर्धन्यषकारः इति एते व्यञ्जनानि एतानि व्यञ्जनानि सन्ति चेत् पुनः सकारः एव आयाति किन्तु सकारस्य अन्तिमरूपं मूर्धन्यषकारः भवति तत्र श्रुत्वसन्धेः कारणेन. अपि च मुखे च छ श च छ अपि च तालव्यषकारः इत्येषाम् उच्चारणस्थानं तुल्यम् अतः तत्र सकारस्य स्थाने षकारः आयाति. यतोहि तत्र छ छ श इति द्वितीय पङ्क्त्यां दत्तं तत्र षकारः परे षकारः आयाति सकारः किम् आगत्य तालव्यषकारः तिष्ठति इति यतोहि तत्र उच्चारणस्थानं तुल्यमस्ति इति कृत्वा. तथा एव परवर्णः टठ मूर्धन्यषकारः श इति एते वर्ण एतानि व्यञ्जनानि तेषाम् उच्चारणस्थानम् अपि तुल्यमस्ति अतः सकारस्य स्थाने मूर्धन्यषकारः आयाति. अपि च खखवर्णयोः परयोः विसर्गः यथावत् तिष्ठति. तत्र सूत्रम् अग्रे आयास्यति. पफवर्णयोः परयोः विसर्गः अस्ति चेत् यथावत् तिष्ठति. तत्र खखपफे तु विसर्गः इति आगच्छति अग्रे. अपि च प्रथमं भाट्टसूत्रं विसर्जनीयस्य सः खरि खखपफे तु विसर्गः इति विसर्जनीयस्य इति षष्ठ्यन्तं सः इति प्रथमान्तं खरि इति सप्तम्यन्तं कख पफे सप्तम्यन्तं विसर्जनीयः इत्युक्ते विसर्गः सः इत्युक्ते सकारः कख पफे इति कश्च खश्च पश्च फश्च येषां वर्णानां समाहारः कख पफं तस्मिन् कख पफे प इति सप्तमीविभक्त्यां रूपं भवति समाहारद्वन्द्वसमासः. तत्र प्रथमम् इदानीं प्रथमं भाटसूत्रम् अस्ति विसर्जनीयस्य सः खरि तावत् विसर्जनीयस्य सः खरि कखपफे तु विसर्गः विसर्जनीयस्य अथवा विसर्गस्य पुरतः खर् वर्णाः सन्ति चेत् किं भवति इति इदानीं दृष्टवन्तः. किन्तु तत्र एकः नियमः, यद्यपि क ख प फ इति खर् वर्णाः सन्ति तथापि तेषां परे तत्र विसर्गः यथावत् तिष्ठति. इत्युक्ते विसर्गस्य स्थाने विसर्गः एव तिष्ठति. अतः तदस्ति एकः अंशः तत्र व्याकरणसूत्रेषु. अपि च किम् अस्ति तत्र, हा तावत् व्याकरणसूत्रेषु षष्ठीविभक्तिः इत्युक्ते स्थाने इति भवति. प्रथमा विभक्तिः इत्युक्ते आगच्छति अथवा इत्युक्ते आदेशः आगमः वा इति पूर्वं दृष्टवन्तः. सप्तमी विभक्तिः इत्युक्ते पूर्वकार्यम् इति भवति, परनिमित्तं पूर्वकार्यम् इति. पञ्चमी विभक्तिः अस्ति चेत् परकार्यं. सप्तमी पूर्वकार्यं, पञ्चमी परकार्यं, षष्ठी तु सदा स्थाने इति एव भवति. अत्र कार्यम् इत्युक्ते विसर्गस्य स्थाने सकारादयः वर्णादेशाः. तत्र कार्यम् इत्युक्ते वर्णानाम् आदेशः एव तत्र कार्यम्. तर्हि सूत्रस्य सारांशः एवं, विसर्गात् अग्रे खर् वर्णः अस्ति चेत् विसर्गस्य स्थाने सकारः, परन्तु विसर्गात् अग्रे क ख प फ इति वर्णाः सन्ति चेत् विसर्गः एव तिष्ठति इति. समीचीनं भगिनि. अस्तु, इदानीम् अग्रे अन्य कोऽपि कुर्यात् तत्र उदाहरणानि इति. समीचीनं भगिनि, धन्यवादः. धन्यवादः महोदय. अस्तु, तर्हि अग्रे तत्र सुजाता भगिनि, अग्रे तर्हि तत्र अभ्यासः यः अस्ति तत्. आम् आम् महोदय. रामः तिष्ठति, रामस्तिष्ठति. रामः विसर्गः अस्ति, परः तकारः हरवर्णः अस्ति. इत्यनेन भट्टसूत्रेण विसर्जनीयस्य सः हरि ककफेतु विसर्गः इति सूत्रेण सकारः आयाति, राम तिष्ठति इति भवति. धन्यवादः. रामः चिन्तयति, रामश्चिन्तयति. रामः विसर्गः परः कर्वर्णः अस्ति इत्यनेन रामश्चिन्तयति भवति. सकारः स्थाने चित्वं भूत्वा सो चुनाचुः इत्यनेन रामश्चिन्तयति भवति. समीचीनं भगिनि. अस्तु, रामः खादति, विसर्गः परे वर्णः अस्ति, खकपसेतु विसर्ग एव भवति इत्यनेन विसर्गः तिष्ठति, रामः खादति भवति. राम पठति, अत्रापि विसर्गः एव तिष्ठति, पकारः अस्ति इत्यनेन रामः पठति भवति. अतः सकपठनं दृश्य यत् विसर्गस्य पुरतः खर्वर्णः अस्ति न वा, अस्ति चेत् विसर्गस्य स्थाने सकारादेशः भवति इति प्रथमं सोपानम्. प्रथम रामः तिष्ठति, तस्य सकारः भवति, अतः सकारः विशेषः ककारे खकारे च जुहामूलीयः, पकारे च उपद्मानीयः विकल्पेन भवतः. विसर्गः परः, विसर्गस्य परः ककारः अस्ति चेत् जुहामूलीयः य विसर्गः एव तिष्ठति, विकल्पेन भवति. खादति रामः खादति विकल्पेन विसर्गः यथोच्चारणम् रामः पतति तदैव एव भवति उपद्मानीयः भवति रामः पठति राम पठति रामः पठति विकल्पेन विसर्गः अधुना नूतन उदाहरणम् अग्रे पठामि वा महोदय अधुना नूतनम् उदाहरणम् अरिः खादति अरिः चिन्तयति अत्र अरिः खादति इत्यस्मिन् वृत्तान्ते किं कार्यं भवति पूर्वम् इकारः अस्ति इति कारणतः क्रमः भिन्नः स्यात् इति मा चिन्तयतु प्रथमं सोपानम् आरोढव्यं निसर्गस्य पुरतः कः वर्णः अस्ति खकारः खरि कर् गणे अस्ति किल तर्हि किं करणीयं खख त्वपे इत्यनेन विसर्गः तिष्ठति हरि खादति हरि हरि खादति हरि खादति तदैव हरि चिन्तयति विसर्गस्य सः हरि इत्यनेन हरि चिन्तयति यदा खर्वर्णः परे अस्ति तदा पूर्वं किम् अस्ति इति न द्रष्टव्यं प्रथमे सोपाने खर्वर्णः विसर्गस्य पुरतः अस्ति चेत् विसर्गस्य प्राक् किम् अस्ति इति मा विसर्गात् प्राक् आम् महोदय तत्र अस्ति हरिः खादति अस्ति इत्यस्मिन् किं कार्यं भवति तद् उक्तमस्ति पूर्वम् इकारः अस्ति कारणतः प्रथमसोपानस्य क्रमः नास्ति भिन्नकार्यं भवति तदेव महोदय हरि इकारः अस्ति विसर्गस्य प्राक् इत्यनेन प्रथमसूत्रस्य कार्यं न भवति न भगिनी तत्र पुनः अत्र हरिः खादति इति पुनः तत्र परिच्छेदं पठतु अत्र हरिः खादति इत्यस्मिन् वृत्तान्ते किं कार्यं भवति पूर्वम् इकारः अस्ति इति कारणतः क्रमः भिन्नः स्यात् इति मा चिन्तयतु क्रमः भिन्नः इति मा चिन्तयतु आम् महोदय नाम हरिः खादति इति तत्र किम् अभवत् हरिः खादति विसर्गः इत्येव हरिः खादति इत्येव तत्र यतः रामः खादति रामः खादति तत्र हरिः खादति हरिः खादति किन्तु हरिः रामः चिन्तयति रामश्चिन्तयति हरिः चिन्तयति हरिश्चिन्तयति तर्हि तत्र क्रमः समानः खलु अतः तत्र अन्तिमवाक्यद्वयं पठतु यदा कर्वर्णः इति तत्र परिच्छेदे कर्वर्णः परे तदा पूर्वं किम् अस्ति इति न द्रष्टव्यं कर्वर्णः परा अस्ति पूर्वं किम् अस्ति अकारः वा ईकारः वा स्वरः एव भवति इति जानीमः खलु विसर्गात् प्राक् सर्वदा स्वरः अस्ति कः स्वरः इति न द्रष्टव्यः यः कोऽपि स्वरः भवतु तर्हि तत्र किन्तु तत्र तर्हि अग्रे प्रथमे सोपाने खर्वर्णः विसर्जनीयस्य पुरतः अस्ति चेत् विसर्गात् प्राक् किम् अस्ति इति मा पश्यतु प्रथमसोपाने खर्वर्णः विसर्गस्य पुरतः अस्ति चेत् विसर्गप्राक् किम् अस्ति इत्यस्य न पश्यतु. हा तत्र न द्रष्टव्यं किमपि भवेत् न द्रष्टव्यम्. अस्तु अग्रे ध्येयं यत् ध्येयं यत् यदि परे सकारः षकारः सकारः इत्येषु परेषु संहितायां विषये निसर्गसन्धिः वैकल्पिकः अन्यथा करिपरे नित्यम् एव. प्रत्याहारे चकारः सकारः सकारः इत्ये सन्ति तत्परं विसर्गः अस्ति चेत् पूर्वं पूर्वं विसर्गः तत्र इति तत्र अग्रे भवेत् विसर्गः पूर्वम् अस्ति चेत् परिपरे नित्यम् एव भवति. परिपरे नित्यः शरीपरे वैकल्पिकः वैकल्पिकः. वृष्टिः शीतला वृष्टिशीतला वृष्टिशीतला तत् वृष्टिः शकारः निसर्गः परे शकारः अस्ति विसर्गः स्थाने शकारः आयाति वृष्टिशीतला वृष्टिशीतला द्वयमपि भवन्ति वैकल्पिकः इति कृत्वा तत्र बालकः षष्ठः बालकषष्ठः बालकः विसर्गः परे सकारः अस्ति इत्यनेन सकारः विसर्गस्य स्थाने सकारः भवति बालषष्ठः भवति विकल्पेन बालकः षष्ठः भवति. विसर्गः परे सकारः अस्ति सकारविसर्गस्थाने सकारः भवति सर्प सरति सर्पः सरति भवति सर्पः सरति विकल्पेन भवति इति अस्ति. समीचीनं भगिनि धन्यवादः. अस्तु समीचीनम्. अस्तु इदानीं तत्र धन्यवादः भगिनि. इदानीं तत्र केवलं तत्र तत्र स्मरणं भवेत् इति कृत्वा तत्र तर्हि तत्र उषा भगिनी एकवारं तत्र सारांशत्वेन वदति वा तत्र प्रथमसोपानं किम् इति. प्रथमसोपानं अस्ति विसर्गः विसर्गात् अनन्तरं किं वर्णः अस्ति इति विसर्गात् अनन्तरम् अथवा विसर्गस्य पुरतः कः वर्णः अस्ति इति विसर्गस्य पुरतः खर् वर्णः अस्ति चेत् तत् विसर्गस्य स्थाने सकारः भवति इति प्रथमसोपानं भाटसूत्राणि प्रथमसोपानं. विसर्गस्य अनन्तरं खर् वर्णः अस्ति. खर् वर्णः अस्ति इत्युक्ते ख प्रथमसतस् द्वितीयसतस् कालं वर्णः अस्ति चेत् प्रथमस्तम्भः प्रथमस्तम्भः द्वितीयस्तम्भः वर्णाः इति कर्वर्णाः. तत् कर्वर्णाः विसर्गात् अनन्तरम् अस्ति चेत् विसर्गस्य स्थाने सकारः आयाति. प्रथम द्वितीयस्तम्भे दन्त्यवर्णः त स अस्ति चेत् तत् विसर्गस्य स्थाने सकारः आयाति. विसर्गस्य स्थाने सकारः सकारः एव तिष्ठति. विसर्गात् अनन्तरं प्रथमद्वितीयस्तम्भे छ छ श इति ताळव्य वर्णः अस्ति चेत् विसर्गस्य स्थाने षकारः आयाति. विसर्गस्य स्थाने सकारः भवति तत् सकारः षकारः इति भवति यतोहि अनन्तरं ताळव्यवर्णः अस्ति ताळव्यशब्दाः अस्ति च च श तथा सकारः अपि षकारः भवति. अनन्तरं विसर्गात् अनन्तरं कर्वर्णस्थाने टाटाश इति मूर्धन्य वर्णाः अस्ति चेत् सकारस्य स्थाने विसर्गस्य स्थाने प्रथमं सकारः सकारस्य सकारः षकारः भवति यतोहि अनन्तरं मूर्धन्यवर्णाः अस्ति टाटाश इति. परन्तु ख वर्णः विसर्गस्य अनन्तरं ख वर्णः अस्ति चेत् तत् सकारः विसर्गः भवति यथावत् तिष्ठति. ख अपि च फ फ वर्णः कण्ठव कण्ठ्यवर्ण अपि च ओष्ठवर्ण ओष्ठवर्ण प फ इति अस्ति चेदपि विसर्गः एव तिष्ठति. सो प्रथमं भाटसूत्रमस्ति विसर्जनीयस्य सह खरि खर् वर्णः अस्ति चेत् खर् वर्णः प्रथमद्वितीयस्तम्भवर्णः ख ख प पे तु विसर्गः एव ख ख प प इति कण्ठ्य अपि च ओष्ठ्यवर्णः अस्ति चेत् विसर्गः एव भवति इति प्रथमं भाटसूत्रं. रामः तिष्ठति तकारः तिष्ठति इत्यस्य तकारः दन्त्यवर्णः रामस्तिष्ठति भवति. रामः चिन्तयति चकारः ताळव्यवर्णः सो सकारः षकारः भवति. रामः खादति रामः खा विसर्गः तथा एव तिष्ठति यतोहि अनन्तरं विसर्गस्य पुरतः खकारः अस्ति. अनन्तरं रामः पतति रामः पतति एव. अनन्तरं विशेषः अस्ति विसर्गात् अनन्तरं ककारपकारः अस्ति चेत् विकल्पेन जिह्वामूल्यवर्णः अस्ति. जिह्वामूल्य अर्धोच्चारणचिह्नम् आयाति रामः खादति इति अथवा रामः खादति इति अस्ति. रामः पठति इत्यस्य कृते रामः पठति इति विसर्गस्य अर्धोच्चारणम् अर्ध उच्चारणम् उपद्मानीय चिह्ना अस्ति रामः पठति इत्यस्य कृते. अनन्तरं हरिः खादति हरिः चिन्तयति इत्यस्य कृते अपि हरिः विसर्गात् अनन्तरं खकारः अस्ति. ककार इदानीमेव वयं दृष्टवन्तः ककारः पकारः अस्ति चेत् विसर्गः एव इति विसर्गः एव तिष्ठति. पूर्वं विसर्गात् पूर्वम् अकारः अस्ति वा इकारः अस्ति वा इति न चिन्तनीयं. ककारः खर्वर्णः अस्ति चेत् प्रथमबाटसूत्रमेव प्रसक्तिः भवति. ककारः अस्ति चेत् जिह्वामूल्यम् अथवा विसर्गः. पकारः अस्ति चेत् उपद्मानीयम् अथवा विसर्गः एव तिष्ठति. पूर्वं यत् वच् अच् वर्णः इति न चिन्तनीयं यतोहि परः खर्वर्णः अस्ति इत्यस्य. समीचीनं भगिनि. हा तावदेव अस्ति. अस्तु उत्तमम्. धन्यवादः भगिनि. धन्यवादः महोदय. अस्तु इदानीम् अग्रे तर्हि तत्र निवेदित भगिनि अग्रे पठति वा. आम् पठामि. क्षम्यतां भगिनि, एतत् कुर्मः. द्वितीयं सोपानं विसर्गात् पूर्वं कः वर्णः? हरिः धावति. अत्र विसर्गस्य पुरतः खर्वर्णः अस्ति वा? नास्ति किल. अतः अस्मिन् उदाहरणे प्रथमसोपानस्य कार्यं नास्ति. द्वितीयसोपाने विसर्गात् पूर्वं किमस्ति इति द्रष्टव्यम्. हरिः धावति. अत्र विसर्गात् प्राक् कः वर्णः अस्ति? इकारः. इकारः इच् प्रत्याहारे अस्ति अतः इच्छ वर्णः इति वदामः. माहेश्वरसूत्राणाम् अन्यतमः प्रत्याहारः अयम् इच् अयम् इच् इचि अकाराम् आकारं च विहाय सर्वे स्वराः अन्तर्भूताः विसर्गात् पूर्वम् इच् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने रेफः भवति इति नियमः अत्र अग्रे पठामि द्वितीयं भाट्टसूत्रम् इचः परस्य विसर्जनीयस्य रेफः अखरि इचः षष्ठ्यन्तम् परस्य षष्ठन्तम् विसर्जनीयस्य षष्ठ्यन्तम् रेफः प्रथमान्तम् अखरि सप्तम्यन्तम् इति सारांशः इच् वर्णात् अग्रे यः विसर्गः अस्ति तस्य स्थाने रेफः भवति विसर्गात् अग्रे अखरवर्णः अस्ति चेत् अखरवर्णः अस्ति चेत् इच् इत्युक्ते अकारम् आकारं वर्जयित्वा सर्वे स्वराः अखरि नाम अग्रे खरवर्णः न भवेत् इत्यर्थः परे खरवर्णः अस्ति चेत् प्रथमसोपानम् आरोढव्यम् इति आशयः विसर्गात् अग्रे खरवर्णः नास्ति चेत् अपि च विसर्गात् पूर्वम् इच् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने रेफः भवति इति द्वितीयसोपानम् एकवारं वदतु तत्र किं पठितम् प्रथमसोपानं खर् प्रत्याहारकृते अस्ति खलु खर् नाम कर्कषव्यञ्जनानि खर् प्रत्याहार नाम तत्र विसर्गस्य सकारादेशः भवति अतः प्रथमसोपानं जानीमः प्रथमसोपानम् इदानीं जानीमः इदानीं हरिः धावति इति विसर्गात् पूर्वम् अ आ इत्येतो विना स्वराः सन्ति अन्यस्वराः सन्ति नाम इच् प्रत्याहारः अस्ति तर्हि इदानीं द्वितीयसोपानम् इति तत्र हरिः धावति इति अस्ति खलु हरिः धावति नाम मध्ये विसर्गात् पूर्व इकारः अस्ति तत्तु सत्यं किन्तु तत्र हरिः धावति इति धकारः अस्ति मृदुव्यञ्जनं करि नास्ति तर्हि प्रथमसोपानं तत्र कार्यं न करोति खलु अतः अत्र किं करणीयम् अत्र किं करणीयम् इति प्रश्नः उदेति अत्र विसर्गस्य पूरतः खर्वर्णः नास्ति अतः प्रथमसोपानस्य कार्यं नास्ति अत्र हरिः धावति मध्ये हरिः विसर्गात् पूर्वम् इकारः अस्ति ईश्वरः अस्ति अनन्तरं ध इति हश् प्रत्याहारस्य वर्णमस्ति अत्र विसर्गस्य रेफादेशः सम्पन्नः भवति सूत्रमस्ति विसर्गात् पूर्वम् इच् वर्णः अस्ति अर्थात् अ आ इत्येतौ विना कोऽपि स्वरः सन्ति विसर्गस्य अनन्तरं हश्वर्णः अस्ति तर्हि विसर्गस्य रेफादेशः सम्पन्नः भवति सम्यक् अस्ति तत्र इचः परस्य विसर्जनीयस्य रेपः अखरि तत्र अखरि विसर्जनीयस्य रेपः अखरि अखरि नाम खरप्रत्याहार नास्ति प्रत्याहारस्य वर्णः तत्र नास्ति कर्कषव्यञ्जनानि नास्ति इति आशयः तर्हि अखरि तत्र खरि इति स्थाने तत्र हषि इति वदामश्चेत् दोषः भवति वा? आम् आम् इति हषि च सूत्र अत्र अस्ति खलु, हषि च भवति इति एव तेन सम्यक् इति मन्ये खलु, अथवा दोषः इति अस्ति वा पश्यामः. नाम किमर्थम् अखरि इति सूत्रे अस्ति न तु हष् तत्र सूत्रं नास्ति एतावत् महोदय, केवलं तत्र भाटसूत्राणि इति. आमामां भाटसूत्राणि एव, किन्तु भाटसूत्रे अपि किमर्थं सः अखरि इति स्वीकृतवान्, किमर्थम् इत्युक्ते प्रथमसूत्रे केवलं खर् वर्णानां कृते, खर् अस्ति चेत् अग्रे मा चिन्तयन्तु, विसर्गः एव तिष्ठति, सः सकारः भवति विसर्जनीयस्य, ककपपे तु विसर्गः तिष्ठति, खर् नास्ति चेत् अग्रे चिन्तनं भवेत् इति. अतः सर्वं तत् तं तत् विहाय सर्वम् अखरि इति भवति. अखरि इति अतः तत्र ज्ञापनाय तत्र खर् नास्ति इति चेत् प्रायश समीचीनं भगिनि, धन्यवादः. प्रथमरूपाणि वृष्टिः शीतला मध्ये अपि विसर्गात् पूर्वम् इच् प्रत्याहारस्ति. हा किन्तु तत्र हर् प्रत्याहारः अस्ति अतः अतः तत्र किमपि तत्र न द्रष्टव्यं भवति. सूत्रेण वैकल्पिकरूपाणि वृष्टिः शीतला तथा वृष्टिः शीतला भवति. तत्र प्रथमसोपानमेव तत्र कार्यं करोति, अतः तत्र द्वितीयसूत्रस्य सोपानस्य आवश्यकता नास्ति. इच्छः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तं, रेफः प्रथमान्तम्, अखरि सप्तम्यन्तम् इति सारांशः. इच् वर्णात् अग्रे यः विसर्गः अस्ति तस्य स्थाने रेफः भवति. अच्छा, विसर्गात् अग्रे अखर अखर वर्णः अस्ति, अखर प्रत्याहारस्य वर्णः नास्ति. तथा तत्र स्वराः सन्ति किन्तु इच् प्रत्याहारस्य स्वराः सन्ति. इच् तर्हि इच् इचि स्वराः सन्ति चेत् तदा तत्र रेपः भवति विसर्गस्य स्थाने यदा अग्रे अकर्वर्णः अस्ति. परे खरवर्णः अस्ति चेत् प्रथमसोपानम् आरोढव्यम्. कोऽपि स्वराः विसर्गात् पूर्वम् अस्ति अनन्तरं खरवर्णः अस्ति चेत् प्रथमं सोपानम्. समीचीनं. केवलं अखरि खर् नास्ति चेत् तदा एव तत्र पूर्वं पूर्वं कः स्वरः इति द्रष्टव्यः. अभ्यासः. रामैः धाव्यते. चिन्तनं. सर्वप्रथमं विसर्गात् अग्रे खरवर्णः अस्ति वा न? नास्ति किल, यतः धकारः हसि अस्ति न तु खरि. तर्हि द्वितीयसोपानं गन्तव्यम्. विसर्गात् प्राक् कः वर्णः अस्ति? ऐकारः. किल, स च ऐकारः इच् वर्णः अस्ति वा? आम्, यतः अभिन्नाः सर्वे स्वराः इच् वर्णाः सन्ति, अतः विसर्गस्य स्थाने रेफादेशः भवति. रामैः धाव्यते, रामैर्धाव्यते. समीचीनम्. पूर्वम् इच् प्रत्याहारस्य वर्णः अस्ति, विसर्गात् अनन्तरं हश् वर्णः अस्ति, अतः विसर्गस्य रेफादेशः सम्पन्नः भवति. विसर्गस्य रेफादेशः भवति. समीचीनम्. अस्तु अग्रे. गुरोः अनुग्रहः. विसर्गस्य पूरतः खरवर्णः अस्ति वा न? किल, अकारः स्वरः अस्ति, सर्वे खरवर्णाः व्यञ्जनानि एव, तर्हि खर् अभावे द्वितीयसोपानं गन्तव्यम्। विसर्गात् प्राक् यः ओकारः सः इच् वर्णः अस्ति वा? अकारभिन्नत्वात् इच् अस्ति किल्? तर्हि द्वितीयसोपानस्य अनुगुणं विसर्गस्य स्थाने रेफ् क्रियताम्, रेफः क्रियताम्। गुरोः अनुग्रहः गुरोर्नुग्रहः। गुरोः अनुग्रह उदाहरणे विसर्गस्य पूर्वम् ओकारः अस्ति, ओकारः इच् प्रत्याहारे आगच्छति, विसर्गात् परं स्वरः अस्ति, खरवर्णः नास्ति। अतः द्वितीयसोपानस्य अनुसरणं कृत्वा गुरोः अनुग्रहः गुरोरुनुग्रहः, अद्य अत्रापि विसर्गस्य रेफादेशः सम्पन्नः भवति। तर्हि अखरि इति एव तत्र समीचीनं भवति, न तु केवलं हसि इति, खलु? नो चेत् तत्र हसि अचि इति वक्तव्यं भवति। अतः तत्र अखरि अस्ति वा? किं भगिनि सूत्रं किमस्ति लोपशाकल्यस्य? तद् अग्रे पठामि। एतावत् ससजिशोरुः एव, ससजिशोरुः एवञ्च एतावता सोपानद्वयम् अस्माभिः परिशीलितम्। यदा कदापि विसर्गसन्देहे अवसरः उदेति तदा सर्वप्रथमं प्रथमसोपानम् आरोढव्यं, नाम विसर्गात् अग्रे खरवर्णः अस्ति वा इति प्रष्टव्यम्। आम् इति उत्तरे प्राप्ते विसर्गस्य स्थाने सकारादेशः अपेक्षितः। तत् अकृत्वा साक्षात् द्वितीयसोपानं गच्छाम चेत् तर्हि हरिः चिन्तयति दृष्ट्वा हरिर्चिन्तयति इति अशुद्धं फलं प्राप्स्यामः। अत्र किमर्थं रेफः न करणीयः? यतः प्रथमसोपाने कार्यं समाप्तम्, अतः द्वितीयसोपानं प्रति न गन्तव्यम्। प्रथमसोपाने यदा कार्यं न भवति तदा एव द्वितीयसोपानम् आरोढव्यम् इति क्रमः। अतः आदौ प्रथमसोपानम् अवश्यं द्रष्टव्यम्, द्वितीयसोपानं प्रति न धावनीयम् इति। प्रथमसोपाने कार्यं नास्ति चेत् द्वितीयसोपाने विसर्गात् प्राक् इच् वर्णः प्राप्यते चेत् विसर्गस्थाने रेफादेशः भवति इति क्रमः। एतावत् समीचीनम्। अस्तु, इदानीं समीचीनं भगिनि, तर्हि तत्र क्रमः, तत्र द्वितीयसोपानं कदा गन्तव्यम्, अपि प्रथमसोपानं कृत्वा तत्र कार्यं नास्ति चेदेव द्वितीयसोपानं गन्तव्यम् अस्ति। समीचीनम्। अस्तु, समीचीनं भगिनि, धन्यवादः। इदानीम् अग्रे तर्हि तत्र नरेश् महोदय अग्रे। धन्यवादः। धन्यवादः भगिनि। अस्तु, अग्रे अधुना नूतनम् उदाहरणं, बालाः तिष्ठन्ति, विसर्गात् प्राक् आकारं दृष्ट्वा एवं मा चिन्तयतु यत् अस्माकं क्रमः कथञ्चित् भिन्नः स्यात्। विसर्गस्य पुरतः खर्वर्णः अस्ति वा? आम् किल। अतः किं भवति? बालाः तिष्ठन्ति, बालास्तिष्ठन्ति, प्रथमसोपानम् अनुगुणं सकारादेशो भवति, परन्तु बालाः अस्ति चेत् अपि च विसर्गस्य पुरतः खर्वर्णः नास्ति चेत् तर्हि किं भवति? विसर्गात् पूर्वम् इच् वर्णः अस्ति वा? नास्ति किल। आकारः इचि नास्ति, अतः यत्र विसर्गस्य पुरतः खर्वर्णः नास्ति अपि च विसर्गात् पूर्वम् आकारः अस्ति तत्र तृतीयसोपानं गन्तव्यम्। हा तर्हि एतावत् तत्र द्वितीयसोपानं दृष्टवन्तः। तर्हि द्वितीयसोपान प्रथमसोपाने किं भवति, द्वितीयसोपाने किं भवति इति पुनः एकवारं वदतु महोदय। आम्, प्रथमसोपानम् अस्ति तत्र वयं द्रष्टव्यं विसर्गात् परं किम् अस्ति। विसर्गात् परं खर्वर्णः अस्ति चेत् तत्र सकारोदेशः भवति। द्वितीयसोपानम् अस्ति तत्र प्रथमा तु वयं चिन्तयामः खर्वर्णः अस्ति वा नास्ति। खर्वर्णः नास्ति चेत् तत्र विसर्गात् प्राक् किम् अस्ति, तत्र विसर्गात् विसर्गस्य अनन्तरं खर् नास्ति चेत् तदा एव विसर्गात् पूर्वं कः स्वरः अस्ति इति द्रष्टव्यः। तत्र विसर्गात् प्राक् इच् वर्णः अस्ति चेत् द्वितीयसोपानम् अस्ति। तदा किं भवति, तथा विसर्गस्य स्थाने स्थाने रेफः भवति, रेफः भवति। हा समीचीनं। हा तर्हि तत्र विसर्गस्य अनन्तरं खर् अस्ति चेत् तत्र सकारस्य आदेशः, खर् नास्ति अपि पूर्वं किमस्ति, पूर्वम् इच् वर्णः अस्ति चेत् तदा रेपस्य आदेशः। तर्हि तत्र इदानीं तत्र तृतीयसोपानं कदा आगच्छति? तृतीयसोपाने वयं चिन्तयामः तत्र खर्वर्णः अस्ति वा नास्ति। खर्वर्णः अत्र नास्ति, खर्वर्णः अस्ति चेत् विसर्गस्य अनन्तरं खर्वर्णः अस्ति चेत् प्रथमसोपाने एव भवति खलु, तत् भवति खर्वर्णः। तर्हि विसर्गस्य अनन्तरं खर् नास्ति अपि विसर्गात् पूर्वं, विसर्गात् पूर्वं किम् अस्ति तत् चिन्तयामः। अत्र विसर्गात् पूर्वम् इच् अस्ति चेत् तत्र रेफः भवति, तृतीयसोपानम् अस्ति। कदा भवति तृतीयसोपानं, कदा गन्तव्यं भवति? यदा खर्वर्णः नास्ति अपि च अग्रे खर्वर्णः नास्ति, विसर्गात् पूर्वम् इच् वर्णः नास्ति। तर्हि इच् वर्णः नास्ति चेत् किं भवति, किम् अस्ति पूर्वम्? इच् वर्णः अस्ति चेत् तु रेफः, न इच् वर्णः नास्ति, नास्ति चेत् विसर्गात् प्राक् कः वर्णः भवति? इच् नास्ति चेत् विसर्गात् प्राक् अकारं भवति अथवा आकारं भवति। हा केवलं तत्र तदेव, यतोहि तत्र विसर्गात् प्राक् स्वरः एव भवति। तर्हि विसर्गात् प्राक् अकारः अथवा आकारः अस्ति चेत् तदा एव तत्र तृतीयसोपानं गन्तव्यम्। अस्तु, इदानीं तत्र तृतीयसोपानं किम् इति किञ्चित् पठति वा? आम्, तृतीयं सोपानं विसर्गात् पूर्वम् आकारः अस्ति वा, बालाः धावन्ति। अत्र विसर्गस्य पुरतः खर्वर्णः नास्ति, परन्तु विसर्गात् पूर्वम् इच् अपि नास्ति, पूर्वम् आकारः अस्ति। अत्र उदाहरणमस्ति, अत्र वयं चिन्तयामः विसर्गात् परं खर्वर्णः तु नास्ति, अग्रे विसर्गात् पूर्वम् इच् वर्णः अपि नास्ति. अत्र विसर्गात् पूर्वं आकारः अस्ति, तत्तु इच् वर्णः नास्ति. अग्रे किं भवति वयं पठामः. अस्मिन् क्रमे पाणिनिना अकारं पृथक् आकारं पृथक् कृतम्. विभजनस्य सौकार्येण व्यक्तीकरणार्थम् एका व्यवस्था साधिता तपरकरणं नाम्ना. अनेन तकारं योजयामः चेत् तत्तत् कालस्य वर्णः एव व्यक्तः भवति. यदा यथा ह्रस्व अकारः इत्यस्मिन् अर्थे अत्, दीर्घ आकारः इत्यस्मिन् अर्थे आत्, एवं च संक्षिप्तत्वेन व्यक्तीकरणं भवति. नो चेत् पाणिनीयव्याकरणे अकारः इत्येव वदामश्चेत् सः अकारः अष्टादशानां वर्णानां प्रतिनिधिः भवति. ह्रस्व अकारः, दीर्घ अकारः, प्लुतः आकारः, उदात्तः, अनुदात्तः, स्वरितः, अनुनासिकः, अननुनासिकः इति भेदेन एषु अष्टादशसु कः वर्णः इष्टः इति स्पष्टीकरणार्थम् इतोपि वक्तव्यम्. अतः अत् आत् इति पद्धते आवश्यकता, पद्धतेः आवश्यकता. अत्र दत्तमस्ति विसर्गात् पूर्वं किम् अस्ति. वयं दृष्टवन्तः अत्र बालाः धावन्ति. अत्र विसर्गात् पूर्वम् आकारम् अस्ति, न तु अकारम्. अत्र अकारम् अपि च आकारं भिन्नः अस्ति. तत् भिन्ना कथं कृतवन्तः, तत्र तपरकरणम् आगच्छति. तपरकरणं किम् अस्ति? सामान्यतया तु वयं दृष्टवन्तः यदा माहेश्वरसूत्राणि सन्ति तत्र अकार आकार अपि च सर्वे अष्टादश अकारः एकः सन्ति. ह्रस्वकार, दीर्घकार, प्लुत, अनुदात्त, उदात्त सर्वे एकम् अस्ति. परन्तु अत्र तपरकरणं कृत्वा ह्रस्वकार, दीर्घकार सर्वे भिन्नाः सन्ति. अतः अत्र तत्विभजनम् अस्ति. विसर्ग सन्धे विषये चिन्तयामः. तत्र अकारः अस्ति अथवा आकारः अस्ति अथवा कोऽपि अन्य अकारः अस्ति. अत्र तु बालाः धावन्ति, अत्र आकारः अस्ति. अग्रे पठामः. तर्हि अत्र महोदय, तर्हि तत्र विसर्गसन्धिविषये तत्र अथवा आ इति एव भवति खलु, न तु अन्ये तत्र स्वराः. तर्हि अकारः अस्ति चेत् किं कार्यम्, आकारः अस्ति चेत् भिन्नं कार्यं भवति इति कृत्वा तत् भिन्नं कार्यं भवति न वा इति. अतः तत्र केवलम् अकारः आकारः इति तेषां व्यक्तीकरणं खलु. नाम पाणिनिसूत्रे अकारः इति वदामश्चेत् तत्र केवलम् अकारः आकारः इति न, अन्ये तत्र वर्णाः अपि आगच्छन्ति. अतः तत्र इदानीम् अत् इति वदामश्चेत् अतः कः अत् इति ह्रस्वकारः. हा, दीर्घाकारः कथं वदामः? आत् आत् इति. अतः तत्र अत् इति शृण्मश्चेत् अस्तु केवलम् अकारः, आत् इति शृण्मश्चेत् दीर्घ आकारः इति भवति. समीचीनं महोदय, अस्तु अग्रे. अधुना विसर्गात् पूर्वम् आत् दीर्घ आकारः अस्ति वा? अस्ति एव किल. बालाः इत्यस्मिन् पदे विसर्गात् पूर्वं दीर्घः आकारः आत् अस्ति. विसर्गस्य पुरतः खर्वर्णः नास्ति चेत् अपि च विसर्गात् पूर्वम् आत् अस्ति चेत् तर्हि विसर्गस्य लोपः भवति. अत्र दत्तमस्ति, प्रथमसोपानम् अस्ति विसर्गात् परे खर्वर्णः अस्ति वा न. अत्र खर्वर्णः नास्ति, तदा वयं चिन्तयामः विसर्गात् पूर्वं किम् अस्ति. पूर्वमपि इच् वर्णः अस्ति चेत् तत्र रेफः भवति, परन्तु अत्र तु इच् नास्ति, अत्र आकारः अस्ति. आकारः अस्ति चेत् अत्र सूत्रं दत्तमस्ति, विसर्गस्य पुरतः खर्वर्णः नास्ति चेत् अपि च विसर्गात् पूर्वम् आत् अस्ति चेत् तर्हि विसर्गस्य लोपः भवति. अत्र बालाः धावन्ति अस्ति, तत्र खर्वर्णः नास्ति, इच् नास्ति, आकारः अस्ति, अतः बालाः धावन्ति विसर्गस्य लोपः भवति, अतः बाला धावन्ति भवति. अग्रे तृतीयं भाट्टसूत्रम्, आतः परस्य विसर्जनीयस्य लोपः अखरि. आतः षष्ठ्यन्तं, परस्य षष्ठ्यन्तं, विसर्जनीयस्य षष्ठ्यन्तं, लोपः प्रथमान्तम्, अखरि सप्तम्यन्तम्. सारांशः, परे खरवर्णः नास्ति चेत् पूर्वम् आत् अस्ति चेत् तर्हि विसर्गस्य लोपः भवति. समीचीनं महोदय, अस्तु धन्यवादः. अस्तु इदानीं तत्र अग्रे तर्हि तत्र वेदा भगिनी, अग्रे इदानीं तत्र किञ्चित् वदति वा भगिनी, तत्र बालाः धावन्ति इति तत्र एकवारं तत्र एकवारं किञ्चित् विवृणोतु, तत्र बालाः धावन्ति इति तत्र अपि धावन्ति. तत्र विसर्गस्य परे धकारः हस्वर्णः अस्ति, खर्वर्णः नास्ति प्रथमतः इति इत्युक्ते प्रथमसोपानं तत्र कार्यं न करोति. द्वितीये सोपाने अखर् वर्णः अस्ति चेत् विसर्गस्य पूर्वं किं वर्णः, इच् वर्णः अस्ति वा इति द्रष्टव्यं, तद् नास्ति, इच् वर्णः नास्ति. इच् वर्णः इत्युक्ते अ आ त्यक्त्वा अन्य स्वराः इच् वर्णाः. तत्र विसर्गस्य पूर्वम् आकार अस्ति, आ अस्ति, आत् आत् तदेव तत्र तृतीयभाट्टसूत्रं वदति आतकपरस्य अकार अस्ति चेत् न, परन्तु आकार अस्ति चेत् एव तत् तृतीयभाट्टसूत्रं कार्यं करोति. आतकपरस्य विसर्जनीयस्य लोपः अखरि, यदि विसर्गात् परः अखर्वर्ण अखरि वर्ण अखर्वर्णः अस्ति चेत् खर्वर्णः नास्ति चेत् विसर्गात् पूर्वम् आकार अस्ति चेत् तत्र लोपस्य विसर्गस्य लोपः भवति इति एतत् भाटसूत्रं वदति. उत्तमं भगिनि, तदेव बालाः धावन्ति तस्य रूपं भवति बाला धावन्ति, विसर्गस्य लोपः भवति. समीचीनम्. अग्रे बालाः इच्छन्ति, तत्र इका स्वरः अस्ति, विसर्गस्य परे स्वरः अस्ति, खर्वर्ण नास्ति, अपि च इकारः खर्वर्ण नास्ति, विसर्गात् प्राक् आत् अस्ति वा? आम् अस्ति किल. तर्हि विसर्गलोपः क्रियताम्. बालाः इच्छन्ति, बाला इच्छन्ति, तत्र किमस्ति? तदेव, केवलम् आतः परस्य विसर्जनीस्य लोपः अखरि इति उक्तम् इति कारणतः, इकारः खर्वर्णा नास्ति इति कारणतः विसर्गस्य पूर्वम् आत् अस्ति इति कारणतः तृतीय भाट्टसूत्रं कार्यं करोति. तदेव तत्र विसर्गस्य लोपः भूत्वा बाला इच्छन्ति इति रूपम् आयाति. परन्तु तस्य विषये कुत्र अग्रे कापि दत्तमस्ति अस्ति भगिनि, तद् पठामि वा? तत्र ओ तत्र फुट्नोट् इति वा, तत्र अत्र वस्तुतस्तु अन्यः विकल्पः अस्ति, बाला इच्छति. ओ सूत्रम् ओके, तत्र सूत्रस्य प्रसक्ति किं कार्यं करोति इति दत्तं. भो भगो अघो अपूर्वस्य योषि लोपः शाकल्यस्य इति सूत्राभ्याम् अयं विकल्पः केवलम् अचि परे न तु हसि अपि च विरलतया उपयुज्यते इति कृत्वा भाट्टसूत्रे न अन्तर्गतम् अस्तु. तदेव तत्र दीयते, तत्र भाट्टसूत्रं तत्र विरलतया तस्य उपयोगं भवति इति कारणतः भाट्टसूत्रे तत्र एतत् सूत्रस्य विषये न दत्तम्, केवलं बाला इच्छन्ति एव रूपम् अस्तु. अत्र कश्चन प्रश्नः उदेति यत् बाला इच्छन्ति इत्यस्मिन् गुणसन्देहे प्रसक्तिः अस्ति वा? आम् गुणसन्धिः स्यात्, आ योगः इ ए इति. परन्तु पाणिनेः अष्टाध्याय्याम् एका विशिष्टा व्यवस्था अस्ति येन गुणसन्देहे विधायकं सूत्रं चिन्तयति यत् इदानीमपि विसर्गः अस्ति. वस्तुतस्तु विसर्गलोपप्रक्रियायां विसर्गस्य स्थाने रु रेफ यकारो भवति, तस्य यकारलोपं न पश्यति आद्गुणः इति गुणविधायकं सूत्रम्. सम्पूर्णक्रमं द्रष्टुमिच्छति चेत् अस्मिन् करपत्रे यवलोपसन्धि विषये दृश्यताम्. तत् कुत्र अस्ति अस्मिन् करपत्रे इत्युक्ते? तद् अन्यत् तत्र अन्यविषयः अस्मिन् हल्सन्धि करपत्रे तत्र लोपसन्धिः वयं द्रष्टव्यम् आल्रेडि हल्सन्धिविषये पठितव्यं तद् हा पठित तत्र हल्सन्धि करपत्रं पठितवन्तः किन्तु पूर्णतया न पठितवन्तः. करेक्ट्. बाला इच्छन्ति इत्यस्मिन् विसर्गलोपः जातः इति वयं जानीमः, किन्तु गुणसन्धिविधायकं सूत्रम् आगत्य चिन्तयति यत् अहो विसर्गः अधुना अपि अस्ति, अतः अनेन कारणेन गुणसन्धिः अत्र न प्रवर्तते. अष्टाध्यायी भागद्वये विभक्ता सपादशब्दाध्यायी त्रिपादि इति, यत्किमपि कार्यं साधितं त्रिपाद्यां तत् कार्यं न दृश्यते सपादशब्दाध्यां स्थितैः सूत्रैः. ओ सूत्रसङ्ख्या पश्यामि चेत् तत् सूत्रं कुत्र अस्ति? ओ भो भगो अघो अपूर्वस्य ओ अष्टमे अध्याये तृतीये पादे अस्ति, लोपशाकल्य अपि अष्टमे अध्याये तृतीये. तत्र कोऽपि कार्यं भवति चेत् तत् कार्यम् आद्गुणः इति सूत्रं न द्रष्टति न पश्यति, तद् न पश्यति. किमर्थं चेत् तद् षष्टमे अध्याये अस्ति, सपादशब्दाध्यायाम् अस्ति. एतत् सूत्रं द्वे सूत्रद्वयं त्रिपाद्याम् अस्ति, तदेव तत् सूत्रम् आद्गुणः विषये एतत् सूत्रस्य प्रसक्तिः एव नास्ति. तत् सूत्रस्य सपादसप्ताध्यायी त्रिपादी इति, यत्किमपि कार्यं साधितं त्रिपाद्यान् तत् कार्यं न दृश्यते सपादसप्ताध्यायां स्थितैः सूत्रैः. सवर्णदीर्घसन्धिः गुणसन्धिः वृद्धिसन्धिः एते सन्धयः साध्यन्ते सपादशब्दाध्यायाम् अपि च विसर्गस्य लोपः साध्यते त्रिपाद्यान् अतः स्वरसन्धयः विसर्गलोपो न जातः इति चिन्तयन्तः स्वस्य कार्यं न कुर्वन्ति. ओके. सवर्णदीर्घसन्धि गुणसन्धि वृद्धिसन्धि एते सन्धयः साध्यन्ते सपादसप्ताध्यायाम् अपि च विसर्गस्य लोपः कुत्र भवति अष्टाध्यायं त्रिपादि साध्यते त्रिपाध्यायां विसर्गस्य लोपः त्रिपाध्यायां भवति लोपशा भो भगो अघो अपूर्वस्य योषि लोपशाकल्यस्य एते सूत्रे विसर्गस्य लोपः भवति तत् त्रिपाध्यायं साध्यते परन्तु सवर्णदीर्घसन्धि गुणसन्धि वृद्धिसन्धि एते सन्धयः सपादशब्दाध्यायाम् अस्ति तदेव अत्र स्वरसन्धयः विसर्गलोपो न जातः इति चिन्तयन्तः स्वस्य कार्यं न कुर्वन्ति. अतः तत्र तर्हि तत्र गुणसन्धिः तत्र कार्यं न भवितुम् अर्हति. किमर्थं चेत् विसर्गस्य लोपः तद् गुणसन्धिसूत्रं न पश्यति तद् विषयम् इति अस्ति. समीचीनम्. अस्तु विसर्गस्य अस्तु समीचीनं. तर्हि बालाः इच्छन्ति इति तत्र बाला इच्छन्ति इति एव तत्र भवति न तु तत्र गुणसन्धिः सूत्रं सपादशब्दाध्यायाम् अस्ति तत् सूत्रं विसर्गस्य लोपः अस्ति त्रिपाध्याय तत् आद्गुणः सूत्रं विसर्गस्य लोपः न पश्यति तदेव विसर्गलोपः तद्वि गुणः विषये लोपः न जातः इति चिन्तयन्त तदेव बालाः इच्छन्ति एव रूपमस्ति. विसर्ग कृते विसर्ग अस्ति इति किं वदामि मन्यते तदेव. समीचीनं अस्तु. तर्हि इदानीम् अग्रे अन्यविकल्पः अस्ति बाला इच्छन्ति भो भगो अघो अपूर्वस्य योषि लोपः शाकल्यस्य इति सूत्राभ्याम् अयं विकल्पः केवलम् अचीपरे न तु हसि अपि च विरलतया उपयुज्यते इति कृत्वा भाटसूत्रे न अन्तर्गतम्. तर्हि तत्र विकल्पः अस्ति इति तत्र इदानीं त्यजामः. तत्र विकल्पः अस्ति इति इदानीं मास्तु. यदा तत्र भाटसूत्रविषये मास्तु, अग्रे पश्यामः इति अस्ति. समीचीनं. धन्यवादः. अग्रे तर्हि धन्यवादः भगिनि. अग्रे सुजाता भगिनि, इदानीं तत्र एतावत् तत्र सोपानत्रयं किं किम् इति किञ्चित् वदति वा भगिनि? प्रथमसोपाने विसर्गस्य पुरतः खर्वर्णः अस्ति चेत् सकारादेशः भवति. द्वितीयसोपाने विसर्गस्य परः अखरिवर्णः अस्ति, पूर्वम् इच्वर्णः अस्ति चेत् रेपः भवति, विसर्गस्य रेपः भवति. तृतीयसोपाने विसर्गस्य प्राक् आत् अस्ति अपि तदनन्तरं विसर्गस्य लोपः भवति. न विसर्गात् प्राक् आत् अस्ति, किन्तु विसर्गस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् न अखरि लोपः भवति इति एतावत् दृष्टवन्तः. समीचीनं. तर्हि सोपानत्रयं दृष्टवन्तः. इदानीं तत्र किम् अवशिष्टम् इति अग्रे दत्तं. तर्हि इदानीम् अग्रे पठतु अधुना. शुद्धं सोपानं विसर्गात् पूर्वं तस्मात् प्राक् परिचय परिच्छेदः अस्ति अधुना कीदृशं विसर्गसन्धिकार्यम् अवशिष्टम्। प्रथमसोपाने विसर्गात् अग्रे किम् इति द्रष्टं, द्वितीयसोपाने विसर्गात् प्राक् इच् अस्ति चेत् किं भवति इति द्रष्टं, तृतीयसोपाने विसर्गात् प्राक् आत् अस्ति चेत् किं भवति इति द्रष्टम्, अधुना विसर्गात् प्राक् अत् अस्ति चेत् किं भवति इति द्रष्टव्यम्। अत्र भागद्वयम् अस्ति, अतः विसर्गात् प्राक् अत् अस्ति चेत् तर्हि अधुना पुनः अग्रे अवलोकनीयम् अस्माभिः। अग्रे अत् अश्रु वा अस्ति चेत् एका गतिः, अग्रे आत् इच् वा चेत् अपरा गतिः। अग्रे अत् अश्रु वा अस्ति चेत् विसर्गा तत्र परिच्छेदे परिच्छेदे किम् अस्ति इति वाक्यं वाक्यं पठित्वा किञ्चित् वदतु तर्हि। कुत्र महोदय? एतत् अस्मिन्नेव परिच्छेदे तर्हि प्रथमसोपाने प्रथमसोपाने विसर्गात् अग्रे किम् इति द्रष्टम्, द्वितीयसोपाने विसर्गात् प्राक् इच् अस्ति चेत् किं भवति इति द्रष्टम्, तृतीयसोपाने विसर्गात् प्राक् आत् अस्ति चेत् किं भवति इति द्रष्टम्, अधुना एतावत् एतत् सर्वं द्रष्टम् अस्माभिः खलु। अधुना अत् अस्ति चेत् किं भवति, आत् तु द्रष्टम् आत् इति अस्ति विषये अष्ट अत् अस्ति चेत् किं करणीयम् इति इदानीम् अस्माकं विषयः। भागद्वये अस्ति, अतः विसर्ग यतः क्षम्यताम् अतः अतः अतः विसर्ग यतः एव यतः यतः एव यतः विसर्ग प्राक् अत् अस्ति चेत् तर्हि अधुना पुनः अग्रे अवलोकनीयम् अस्माभिः। अग्रे अत् अश्रु वा अस्ति चेत् एका गति, अग्रे अत् या अश्रुवर्णः अस्ति चेत् एका गति भवति, अग्रे आत् इच् वा चेत् अपरा गति, अग्रे इच् वर्णः या आत् वर्णः अस्ति चेत् अन्यत् गति भवति अन्यत्। तदेव महोदय, तदेव तदेव अस्ति भगिनि। हा तर्हि तत्र अत् अपि हश् अस्ति चेत् एका गतिः, अत् हश् नास्ति चेत् तर्हि तत्र आत् अपि इच्। यतोहि अग्रे तु खर् नास्ति खलु, अग्रे तु खर् नास्ति खर् नास्ति तर्हि तत्र हश् अथवा स्वरः भवेत् खलु। तर्हि स्वरः स्वरेषु इच् अस्ति चेत् एका गतिः, इच् नास्ति चेत् नाम अत् अपि हश् अस्ति चेत् एका गतिः। अतः तत्र कार्यद्वयं भवति, तर्हि चतुर्थसोपानम् इदानीं पठति। विसर्गात् पूर्वम् अत् ह्रस्वकारः अस्ति वा, बालः धावति। विसर्गात् पूर्वं बालः ह्रस्वकारः अस्ति, विसर्गात् पूर्वं धावति, मृदुव्यञ्जनमस्ति। प्राक् अत् अस्ति चेत् तर्हि मार्गद्वयं भवति, इदं चतुर्थं सोपानम् प्रथममार्गमस्ति। विसर्गात् प्राक् अत् अस्ति चेत् विसर्गस्य पुरतः अपि अत् अस्ति चेत् तर्हि विसर्गस्य स्थाने उकारः भवति, त तत् एक कार्यमस्ति. तत्र वयं दृष्टवन्तः खलु, तत्र पूर्वम् अत् अस्ति, तदनन्तरम् अत् अपि अथवा हश् अस्ति चेत् एक एकः मार्गः, इच् अस्ति चेत् अन्यः मार्गः. इदानीं बालः अस्ति, बालः अस्ति, तत्र किं भवति? बालः पूर्वम् अकारः अश्वकारः अस्ति, परः विसर्ग परं ह्रस्वकारः अस्ति, इच्छनेन गुणसन्धि भवति, बालो अस्ति भवति, पूर्वरूपसन्धि भवति, बालोऽस्ति भवति, अकारस्य रूपः भवति पदान्तात्. विसर्गात् प्राक् अत् अस्ति, विसर्गस्य पुरतः आश् हर्भिन्नः हल् वर्णः अस्ति चेत् तर्हि विसर्गस्य स्थाने उकारः भवति. बालः धावति, बाल योगः ऊ योगः धावति, गुणसन्धि भूत्वा बालो धावति भवति. तत्तु अवग्रहचिह्नं न भवति. पदान्ते ओकारः अस्ति चेत् अपि च अग्रिमपदस्य प्रथमवर्णः अकारः अस्ति चेत् तर्हि ओकारस्य स्थाने ओकारादेशः भवति. ओकारकारयोः स्थाने ओकारादेशः, क्षम्यतां महोदय, ओकारादेशः भवति. चतुर्थं वर्णसूत्रमस्ति, अतः परस्य विसर्जनीयस्य अति अशि च उत्वम्. अतः षष्ट्यन्तं, परस्य षष्ट्यन्तं, विसर्जनीयस्य षष्ट्यन्तम्, अतिसप्तम्यन्तम्, अशि सप्तम्यन्तम्, उत्वं प्रथमान्तम् इति. सारांशः, विसर्गात् पूर्वम् अत् अस्ति चेत् अपि च विसर्गस्य पुरतः अत् हश् वा अस्ति चेत् तर्हि विसर्गस्य स्थाने उकारादेशो भवति. हश् वर्णे नाम हर्भिन्नः अल्वर्णः इति मर्तव्यम्. सः चतुर्थभट्टसूत्रमस्ति, अतः परस्य विसर्जनीयस्य अति अशि च उत्वम् उत्वम्. अतः अतः अस्व अकारस्य परस्य विसर्जनीय अतः परस्य विसर्जनीयस्य विसर्गस्य स्थाने अति विसर्गस्य परतः अति आशि वर्णः अस्ति चेत् उत्वं भवति. हा, विसर्गस्य अनन्तरम् अत् अथवा हश् अस्ति अपि प्राक् प्राक् पूर्वम् अत् अकारः अस्ति चेत् तदा उकारस्य आदेशः भवति. समीचीनं भगिनि. अत्र अस्तु, तर्हि यथा बालः हसति, बालः हसति, बाल अस्वाकारः अस्ति विसर्गः प्राक्, हसति अन्य खर्वर्णः नास्ति, अष्ट अस्ति न महोदय, अतः एव एतावत् अस्ति. खर्वर्णः अस्ति चेत् प्रथमे सोपाने एव भवति खलु, अतः इत्यनेन उकारः गुणसन्धि भूत्वा उकारः भवति, बालो हसति भवति. हा, इति अस्ति, समीचीनं समीचीनम् अस्ति भगिनि. तर्हि तत्र एतावत् तत्र चतुर्थसोपानपर्यन्तं गतवन्तः. तत्र भाट्यसूत्र इति भाट्यसूत्राणि इति, तत्र पाणिनिसूत्राणि न सन्ति, माहेश्वरसूत्राणि न सन्ति, भाट्यसूत्राणि इति. तर्हि तत्र महाभलेश्वरभट्टः इति तस्य पुस्तकमपि अस्ति, अहं चिन्तयामि तत्र सर्वेषां पार्श्वे तत् पुस्तकमपि भवेत् इति, तत्र सन्धिः इति सन्धिः अस्ति महोदय. हा तत्र माहेश्वर महाबलेश्वरः भट्टः इति, अतः तत्र तेन एव तत्र रचितः, तत्र तेन एव रचितानि सूत्राणि एतानि. अस्तु तर्हि समीचीनम् अस्ति. तर्हि हा तर्हि तत्र अस्तु. तर्हि तत्र उषा भगिनी तत्र अन्ते शान्तिमन्त्रं वदति वा भगिनी, तदनन्तरं विरमामः. आं महोदय. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मा अमृतं गमय. ॐ पूर्णमतः पूर्णमिदं पूर्णात् पूर्णमुदच्यते, पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. हरिः ओं श्रीगुरुभ्यो नमः. हरिः ओं. धन्यवादः महोदय. धन्यवादः भगिनि. धन्यवादः महोदय. नमस्कारः. धन्यवादः. नमस्कारः. सप्ताहं विरामः. सर्वेषां नमस्कारः. धन्यवादः. नमस्कारः.